अस्तु, तदनेन अस्माकं हल्सन्धिपाकः अग्रे अनुवर्तते। तत्र सप्ताहद्वयात् प्राक् श्चुत्वसन्धिः अधीतः, अनन्तरं गतसप्ताहे ष्टुत्वसन्धिः, अधुना अस्माकं नूतनविषयः भविष्यति जष्ट्वसन्धिः। जष्ट्वसन्धिः तत्र तत्रैव साक्षात् गच्छेयं। जष्ट्वसन्धिः तत्र अस्ति द्वित्रिंशत्तमे पुटे अस्ति, द्वित्रिंशत्तमे पुटे आरभ्यते जष्ट्वसन्धिपाठः। एकम् उदाहरणं दृष्ट्वा सूत्रं पश्येम। अत्र अस्तु, सुब्रह्मण्यं वद तत्र कृपया जष्ट्वसन्धिः। आं महोदय, एतानि उदाहरणानि परिशीलयत। तत् योगः अस्माकं, तयोगः तकारः, योगः अयोगः अस्माकम्। अत्र तकारस्य सत् इत्यस्मात् तकारः यः अस्ति तस्य स्थाने दकारः, तयोगः दयोगः अयोगः अस्माकं तदस्माकम्। अत्र तकारस्य दकारः भवति जातः। अस्तु, बहु समीचीनमस्ति। इदानीम् एतादृशम् उदाहरणं पश्येम अधोभागे। तत्र विद्याभगिनी तत्र पृथक् इत्यस्मात् आरभ्य। पृथक् योगः बालाः, पृथक् पृथयोगः कयोगः बयोगः आलाः, पृथयोगः गयोगः बयोगः आलाः, पृथक् बालाः। अत्र पकारस्य स्थाने दकारादेशः अस्ति, पृथक् बालः इति भवति। हा, अत्र उभयत्र तत्र तकारस्य स्थाने डकारः, अपि च ककारस्य स्थाने गकारः। अत्र किं दृश्यते इति चेत्, तकारः अपि ककारः अपि अननुनासिक वर्गीयव्यञ्जनं, नाम प्रत्येकस्मिन् वर्गे पञ्चस्वराः खलु, पञ्च वर्णाः खलु, कख गघ ङ। तत्र अन्तिम पञ्चमसदस्यः अनुनासिकवर्णः, ककख ङ इत्यस्मिन् ङ, च य इत्यस्मिन् य, टठ ण, दध न, तत्र पञ्चमसदस्यः अनुनासिकः अस्ति, नासिकया उच्चार्यते इति कृत्वा, वायुः नासिकया गच्छति इति कृत्वा अनुनासिकवर्णः पञ्चमः। तर्हि अननुनासिकव्यञ्जनानि यदा वदामः तदानीं पञ्चम प्रथम वर्गस्य प्रथमाः चत्वारः सदस्याः प्रत्येकस्मिन् वर्गे अननुनासिकव्यञ्जनानि इति वदामः। तर्हि तकारः अपि तथा, ककारः अपि तथा, अननुनासिकवर्गीयव्यञ्जनं, तस्य स्थाने च उभयत्र तृतीयसदस्यः तकारः, तवर्गे तथा द, तृतीयवर्गस्य पञ्चसु सदस्येषु तृतीयः सदस्यः दकारः इति कृत्वा तकारः स्थाने दकारः जातः। अधोभागे पृथक् इत्यस्मिन् ककारः कवर्गे अस्ति, तस्य च कवर्गस्य तृतीयः सदस्यः अस्ति गकारः इति कृत्वा ककारस्य स्थाने गकारः जातः। अधुना उभयत्र भेदः कः इति चेत्, अग्रिमपदस्य प्रथमवर्णः उपरितने उदाहरणे अकारः नाम स्वरः अस्ति, अधोभागे प्रथमवर्णः बकारः इति व्यञ्जनमस्ति। तर्हि स्वरः अग्रिमपदस्य प्रथमवर्णः स्वरः अस्ति चेत् भवति अयं सन्धिः. अपि च प्रथमवर्णस्य प्रथम अग्रिमपदस्य प्रथमवर्णः व्यञ्जनमस्ति चेत् अपि भवति. सर्वेषु व्यञ्जनेषु भवति न वा इति अग्रे द्रष्टव्यमस्ति, यतोहि अन्यत् अन्यसन्धिः अस्ति अग्रिमे पुटे, नाम चतुर्त्रिंशत्तमे पुटे, तत्र चतुस्त्रिंशत्तमे पुटे अस्ति अन्यसन्धिः. किन्तु तावत् पश्यामः चेत् इदानीं वर्णमस्ति. इदानीं सूत्रं पश्येम. करपत्रे सूत्रमस्ति जलां जशोन्ते इति लिखितमस्ति, जलां जशोन्ते. रक्षाभगिनी पठति वा? झलां जशोन्ते पदान्ते झलः स्थाने जशादेशो भवति. पदान्तात् पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव. पदात् परे अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव. बाधकसूत्रम् अस्ति चेत् अन्या वार्ता. झल् प्रत्याहारे पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि नाम अनुनासिकवर्गीयव्यञ्जनानि वर्जयित्वा, अपि च श श श स ह प्रयोगे वर्गाणां प्रथमः द्वितीयः तृतीयः चतुर्थश्च वर्णाः आयान्ति. जश् प्रत्याहारे वर्गाणां तृतीयवर्णः च ब ग ड द इति. स्थानेन्तरतमः इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति. झलां षष्ट्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तम्. अस्तु, तर्हि पदस्य अन्ते झल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति. अयं जस्त्वसन्धिः इत्युच्यते. झलां षष्ट्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तं त्रिपदमिदं सूत्रम्. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. पदस्य अन्ते झलां जशः. अत्र झलां जशोन्ते इति जस्त्वसन्धिविधायकं सूत्रमस्ति. सूत्रं वदति यत् पदान्तस्य झलः स्थाने जशादेशः इति. झल् इत्यस्मिन् झल् प्रत्याहारे तु वर्गीयव्यञ्जनानां पञ्चमवर्गीयव्यञ्जनं विहाय सर्वे व्यञ्जनानि अन्तर्भूतानि सन्ति. जश् इति वर्गीयव्यञ्जनानां मध्ये तृतीयसदस्यानां समूहः अस्ति, ज ब ग ड द इति. तर्हि सूत्रं वदति यत् पदान्ते जल् झल् भवति चेत् तस्य स्थाने जशादेशो भवति इति. अत्र सूत्रे एकनिमिषं भगिनि, सर्वे पञ्चमे पुटे पश्यन्तु पुस्तकस्य. तत्र पदान्ते झलः स्थाने झश्, तर्हि झल् प्रत्याहारे स्वयं पश्यन्तु झल् प्रत्याहारे के के वर्णाः अन्तर्भूताः. झ झ इति कस्मिन् सूत्रे अन्त भवति? झ झकारः, झकारः. राजेन्द्रमहोदय वदतु, झकारः कुत्र अस्ति माहेश्वरसूत्रे? सूत्रे अस्ति महोदय, अष्टमे सूत्रे पश्यन्तु. झभै झभै झ इत्यस्मात् आरभ्य कुत्र पर्यन्तं? अन्तपर्यन्तं चतुर्दश सूत्रपर्यन्तं. तत्र अन्तपर्यन्तं, हा, तर्हि झभै. वयम् उक्तवन्तः खलु गते सप्ताहे यत् तत्र सप्तमे सूत्रे पञ्चमसदस्याः अन्तर्भूताः वर्गस्य, यमगणानां, यमगणन इति अनुनासिक वर्गीयव्यञ्जनानां समूहः, पञ्चमसमूहः. अग्रिमे सूत्रे अपि च तदग्रिमे अपि तत्र चतुर्थसदस्यसमूहः जभ गडाद, अनन्तरं तृतीयः जभ गडाद, अनन्तरं द्वितीयः, ख फ छ ठ थ पर्यन्तम्, अनन्तरं प्रथमसदस्यः च ट ट त क प, एते सर्वे वर्णाः अन्तर्भूताः. तत्र पञ्चमसदस्यसमूहं वर्जयित्वा नियमगणना इति नास्ति खलु, यतोहि अग्रिमे सूत्रात् अग्रिमात् सूत्रात् आरभ्यते झल् झ इत्यस्मात् आरभ्य ल पर्यन्तं सर्वे पश्यन्ति. सन्ध्या भगिनी पश्यति वा? सन्ध्या भगिनी पश्यति वा? न पश्यामि पञ्चमपुटे पुस्तके. हा कुत्र अस्ति? स्वप्नभूमि पश्यतु, सर्वे पश्यन्तु. अहं तत्र स्वस्य व्यायामार्थं न वदामि, अत्र सर्वे पश्यन्तु झाति अस्मात् आरभ्य ल पर्यन्तं. तत्र प्रत्याहारस्य वर्णसमूहः अस्ति, वर्णसङ्ग्रहः अस्ति, झाति अस्मात् आरभ्य ल पर्यन्तं. तत्र एकं किं सरला भगिनी पश्यति वा? महोदय अस्तु अस्तु, बहु समीचीनं. जगन्नाथमहोदय पश्यति वा? हरि ओम्. अन्ये सर्वे दृष्टवन्तः? क्षम्यतां, म्यूट् मध्ये आसम्. अस्तु, म्यूट् मध्ये मद् भवतु, मा भवतु. अस्तु, झ ल इति स्थितिः अस्ति. तर्हि अत्र अननुनासिकवर्गीयव्यञ्जनानि इति वदामः, अननुनासिक अनुनासिक न अन् अनुनासिक अनुनासिकव्यञ्जनानि तत्र यमगणन ते तु न अर्धभूताः. अननुनासिकवर्गीयव्यञ्जनानि अपि च श श स ह एते सर्वे वर्णाः अन्तर्भूताः सन्ति. तर्हि अग्रे गत्वा यत्र नाम झल् झल् बहुषु सूत्रेषु अस्ति झल्, तर्हि झल् इत्यस्य इत्यनेन तत्र प्रथमचत्वारः सदस्याः प्रत्येकं वर्गस्य इति मनसि भवेत्. अनन्तरं तत्र जश् जश् इति प्रत्याहारः अस्ति, जश् बालसुब्रह्मण्यमन तत्र वदतु, जश् प्रत्याहारे के के वर्णाः सन्ति? जश् इति ज ब ग ड द. बहु समीचीनमस्ति, जबगड दश्. तत्र दशमः दशम सूत्रमस्ति, दशमसूत्रमस्ति जबगडदश्. दशमं सूत्रमस्ति जबगडदश, सर्वे पश्यन्ति खलु. तर्हि इति तृतीय, तर्हि जलां जशोन् जलां जशोन्ते. अत्र सरला भगिनी वदतु, जलां जशोन्ते, जलाम् इत्यस्य का विभक्तिः? षष्ठीविभक्ति बहुवचनमस्ति जलां. हा, षष्ठीविभक्तिः इत्यस्य अर्थः कः सूत्रे? स्थाने, तस्य स्थाने आदेश आगच्छति. हा, अत्र झलां जशोन्ते, तत्र जश् जशः इति तत्र का विभक्तिः अस्ति? जश तस्य प्रथमा विभक्तिः अस्ति, कारणतः आदेश भवति. हा, आदेश भवति. हा, तर्हि झल् इति स्थानी, जल् स्थानी भवति, झल् इति स्थानी, झस् झल् इति स्थानी, झस् इति आदेशः. बहु समीचीनमस्ति. हा, अन्ते इति भगिनी, एकनिमेषः एकनिमेषः. अन्ते सप्तमी विभक्ति अस्ति, तस्य पूर्वं कार्यं भवति. पदस्य अन्ते, पदस्य अन्ते, अत्र सप्तमी इति पूर्वकार्यम् अत्र नास्ति, अत्र विषयसप्तमी अस्ति. अस्तु, पदस्य अन्ते. हा, रक्षा भगिनी. न, तावदेव महोदय, अत्र अन्ते सप्तमी भिन्न अर्थः खलु इति वक्तव्यमासीत्. हा, अत्र पूर्व सर्वत्र पूर्वकार्यं नास्ति, सामान्यतया तथा अस्ति. अत्र विषयसप्तमी अस्ति. पुष्पा भगिनी वदतु. अत्र अस्ति न तम् एव न उपयोगं करोति, अल् ऐ मीन् झल् झल् तदपि भवति, अग्रे दर्शामः, तदपि भवति. अस्तु, जलां दशन्ते. अस्तु, अग्रे तर्हि इदानीं कृतपर्यन्तं प्राप्तमस्ति. रक्षा भगिनी अग्रे पदात् परे कोऽपि वर्णः स्यात् हा वदतु. अस्तु, पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति. तर्हि अस्मिन् सूत्रे सप्तम्यन्तपदं यत् पश्यामः अन्ते इति, तत्तु विषयसप्तमी अस्ति. पूर्वकार्यम् इत्यस्मिन् अर्थे नास्ति सप्तमी विभक्तिः. अतः पदात् परे कोऽपि वर्णः स्यात् वा न इति विषयः नास्ति. पदान्तात् परे पदान्तस्य जलः स्थाने जशादेशः इति एव विषयः. तदेव जलां जशौन्ते इति वदति. पदात् परे अत् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव. बाधकसूत्रमस्ति चेत् अन्या वार्ता. अत्र पदात् परे कोऽपि वर्णः स्याद् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव इत्युक्ते, अत्र पदान्ते इति तु अस्ति, इदानीं वाक्यस्य अन्ते अपि भवितुमर्हति न अपि भवितुमर्हति इति वार्ता अस्ति. यथा इदानीं वदामि, विद्युत् अस्ति इति वाक्यं, विद्युत् अस्ति, तत्र तकारः अस्ति, तकारः पदान्ते अस्ति किन्तु वाक्यस्य अन्ते नास्ति, तथापि सूत्रस्य प्रसक्तिः अस्ति. पदान्ते इति तु अस्ति, अतः तत्र तकारस्य नाम संहितायां विषये तकारस्य स्थाने दकारः भविष्यति. विद्युदस्ति, विद्युत् अस्ति, विद्युदस्ति इति संहितायां विषये सूत्रं प्रसक्तमस्ति. इदानीं यदि वाक्यं भवति अस्ति विद्युत् पूर्णविरामः, अस्ति विद्युत्, क्षम्यतां महोदय, तिबन्त शुभन्त उभयोः अपि पदान्तस्य एवमेव वा? हा, शुभन्त शुभन्तपदं तिगन्तपदम् उभयोः अपि एवं वा? अत्र अत्र सुबन्ततिङन्त इति न प्रसक्तिः, न तत् तन्नास्ति, तन्नास्ति. केवलं विद्युत् इति केवलं अत्र सूत्रे अस्मिन् सूत्रे अत्र वर्णनिमित्तिकं कार्यमस्ति, वर्णनिमित्तिकं कार्यमस्ति इति कृत्वा पदं सुबन्तं नाम पदं भवतु वा क्रियापदं भवतु वा उभयत्र सर्वत्र अस्य प्रसक्तिः अस्ति. अहं वदामि यत् किं पदं वाक्यस्य अन्ते अस्ति. इदानीं विद्युत् अस्ति, तत्र विद्युत् इति पदं वाक्यस्य मध्ये अस्ति न तु अन्ते, नाम तत्र अग्रे कश्चन शब्दः अस्ति, अस्ति इति अस्ति इति नाम शब्दः अस्ति खलु अग्रे, विद्युत् अस्ति इति वदामः चेत्, किन्तु अस्ति विद्युत् इति वदामः चेत् तत्र अग्रे किमपि नास्ति. उभयत्र अस्य सूत्रस्य कार्यमस्ति इति इदं वाक्यं सूचयति. पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव. विद्युत् अस्ति, तत्र अग्रे अकारः अस्ति, अत्र सूत्रस्य प्रसक्तिः अस्ति. अस्ति विद्युत्, ततः अग्रे न कोऽपि वर्णः अस्ति. अवसाने इति वदामः, अवसानं नाम अग्रे किमपि नास्ति, तत्रापि अस्य सूत्रस्य कार्यं भवति. नाम केवलं रामात् रामात् इति तिङन्तपदं तकार अन्तः पदान्ते तकारः अस्ति. रामात् इति वा, रामात् तिङन्तपदं नास्ति, तत्र सुबन्तपदमस्ति. तत्रापि भवति. यदि अहं वदामि एकं वाक्यं वदामि रामात् रामात् इति वाक्यं वदामि, कोऽपि पृच्छति कस्मात् इदं पुस्तकं स्वीकृतवान् इति कोऽपि पृच्छति चेत्, कोऽपि वदति रामात् इति वाक्यं रामात्, तत्र अनेन सूत्रेण तकारस्य तत्र दकारः भवति जलां दर्शवन्ति इति सूत्रेण. हा अस्तु, तर्हि तत्र वाक्यस्य अन्ते अपि च वाक्यस्य मध्ये उभयत्र एतादृशं कार्यं भवति. अपि च इदमपि वक्तव्यम् अस्ति यत् संहितायां विषये अपि न उक्तमस्ति यतोहि तत्र पदान्ते इति तावदेव अस्ति, अत्र अष्टमाध्यायस्य द्वितीयपादे अस्ति इति कृत्वा संहितायां विषये इति न उक्तम् इति अपि अवधानम् अस्माकं. पदान्ते तदावदेव अस्ति पदान्ते. अन्य कमपि प्रश्नः वा? आं महोदय, श्रूयते वा? आम्. महोदय, अत्र पदान्ते अस्ति अपि च तत्र विकल्पेन इति नास्ति खलु महोदय? तर्हि तत्र यदा कस्मात् रामात् इति न उक्तं, किन्तु अन्यत् सूत्रमपि अस्ति, अन्यत् सूत्रमपि अस्ति वावसाने. अग्रे अग्रे उच्यते. अस्तु महोदय. अत्र विकल्पेन सर्व यत्र कुत्रापि तकारान्तपदमस्ति तत्र विकल्पेन तकारः भवति, दकारः अपि भवति. सुहृत् सुहृत् सुहृद्, कस्मात् कस्माद्, सर्वत्र विकल्पेन अस्ति. अपि च द्वितीयप्रश्नः, तर्हि पदान्ते इति अस्ति इति कृत्वा एतत् एषा सन्धिः केवलम् एषः सन्धिः तत्र समासे न भवति खलु? तर्हि समास पदान्ते भवति चेत् भवति, किन्तु अधोभागे अन्यत् सूत्रमस्ति, झलां जशं झलां जसि, नाम जष्ट्वसन्धिः तत् विधायकसूत्रद्वयमस्ति. जलां जशन्ते अपि च जलां जष्टसि इति पश्यति वा? हा हा हा, इदानीं पश्यामि. हा, तत्र अधोभागे अस्ति, तत् तत्तु पदस्य मध्ये अपि अस्ति. इदानीं मास्तु, इदानीं केवलं जलां जशन्ते इति पश्येम. पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव. अस्तु, समीचीनमस्ति. अग्रे रक्षा भगिनी, अग्रे. अस्तु, तर्हि पदात् परे अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव इति वयं दृष्टवन्तः. पदान्तः पदान्तस्थजल् इति एव सूत्रस्य निमित्तम् अस्ति, तस्मात् परे उदाहरणं किम् अस्माभिः किम् उदाहरणं दृष्टं तत्र पुस्तके तु तत् योगः अस्माकम् इति दृष्टं. तत् इति तत् इत्यस्मिन् तकारः यः अस्ति तत्तु पदान्तझल् अस्ति. तस्मात् परे अत्र तु स्वरः अस्ति, तर्हि तथापि सूत्रस्य प्रसक्तिः अस्ति, जलां दशोत्ते आगत्य तदस्माकं भवति. पुनः पृथक् योगः बालाः इति दृष्टं, पृथक् झल् प्रत्याहारस्थः वर्णः, तस्मात् परे व्यञ्जनम् अस्ति, तथापि सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा पृथक् बालाः इति स्थितिः अस्ति. बहु समीचीनमस्ति. अस्तु, अधुना अग्रे राजेन्द्रमहोदय, अग्रे बाधकसूत्रं. चतुर्वसन्धि वा महोदय? बाधकसूत्रमस्ति न वा अस्ति चेत् धन्यवादाति इत्यस्मात् आरभ्य सूत्रस्य व्याख्या. जलां जसि न कुत्र अस्ति महोदय? तत्र तत्र कुत्र इत्यस्मिन् भवतः अवधानं भवेत् खलु. रक्षाभगिनी कुत्र पर्यन्तं गतवती? अस्तु अस्तु अस्तु, क्षम्यतां क्षम्यतां महोदय. अत्र सा तु अत्र बाधक अस्तु अस्तु, क्षम्यतां महोदय, किञ्चित् न अवगतं. बाधकसूत्रम् अस्ति चेत् अन्या वार्ता तथा महोदय. नाम सर्वत्र अस्य सूत्रस्य प्रसक्तिः अस्ति, किन्तु कुत्रचित् अग्रे अग्रे चत्वसन्धि तत्र अग्रे चत्वसन्धिः इति अस्ति खलु, चतुर्थं पश्यति वा? अत्र एकं सूत्रमस्ति खरि च. यद्यपि जलां जशन्ते सर्वत्र कार्यं कर्तुम् इच्छति, किन्तु खरि च कुत्रचित् भवति. नाम अग्रे सारांशः इदानीमेव वदामि. अग्रे यः कोऽपि वर्णः भवतु, नाम जलां जशौन्ते इत्यस्य प्रसक्तिः अस्ति, नाम कार्यं कर्तुम् उद्युक्तं भवति इदं सूत्रं सर्वत्र. अग्रे स्वरः अस्ति चेत् भवति एव, अग्रे हल् वर्णः अस्ति, व्यञ्जनमस्ति चेत् चेदपि उद्युक्तं. किन्तु यत्र अग्रे यस्य पदस्य प्रथमवर्णः तत्र खर् प्रत्याहारे अस्ति, खर् नाम खर् प्रत्याहारः नाम व्यञ्जनीय वर्गीयव्यञ्जनानां प्रथमसदस्यः वा द्वितीयसदस्यः यथा कख गघ ङ इत्यस्मिन् कख, च च च ञ इत्यस्मिन् च छ, तत्र प्रथमसदस्य द्वये मध्ये अन्यतमवर्णः अस्ति चेत् अग्रे अग्रिमपदस्य प्रथमवर्णः, तदानीं खरि च कार्यं करोति, न तु जलां जषन्ति इति कृत्वा. यद्यपि जलां जषन्ति इति न तस्मिन् सूत्रे न उच्यते यत् प्रथमसदस्य द्वितीयसदस्य चेत् अहं न कार्यं न करोमि इति न उक्तं, किन्तु खरि च तत्र एव कार्यं करोति इति कृत्वा तस्य तस्य परिधिः न्यूनः अस्ति, परिधिः कार्यक्षेत्रं न्यूनमस्ति इति कृत्वा यत्र तस्य अवसरः अस्ति तत्र भवति एव खरि च. अतः तेषु स्थलेषु जलां जषन्ते तत्र कार्यं न करोति, कार्यं कर्तुम् इच्छति किन्तु न कर्तुं न पारयति. अस्तु अग्रे राजन् महोदय अग्रे. झल् प्रत्याहारे पञ्चमवर्गी व्यञ्जनानि वर्जित्वा सर्वाणि व्यञ्जनानि नाम अनुनासिकवर्गी व्यञ्जन अनुनासिक अनुनासिकव्यञ्जनानि वर्गीयव्यञ्जनानि अपि च तालविषकारः मूर्धनिषकारः दन्तिषकारः ह अपि इति वयं दृष्टवन्तः झल् प्रत्याहारे इमानि तत्र इमे सर्वे वर्णाः अन्तर्भूताः. अस्तु प्रयोगे वर्णानां वर्गाणां प्रथमः द्वितीयः तृतीयः चतुर्थश्च वर्णाः आयान्ति. तत् भवान् पूर्वम् उक्तवान् तत् अनुनासिकवर्गे व्यञ्जनां विहाय सर्वे प्रथमद्वितीय तृतीय चतुर्थ चतुर्थ वर्णाः आयान्ति. तत् जश् प्रत्याहारे वर्गाणां तृतीयवर्णः जबगडद इति जश् प्रत्याहारे केवल तृतीयवर्णाः सन्ति, वर्गीयवर्णाः सन्ति. स्थाने अन्तरतमः इत्यनेन कवर्गीस्थाने गकारः, चवर्गीस्थाने जकारः, तवर्गीस्थाने दकारः, टवर्गीस्थाने ढकारः, पवर्गीस्थाने बकारः इति. तत्र जशः जश् यथा जश् आयाति तत्र तृतीयवर्गः, तत् स्थाने अन्तरतमः तत् सूत्रं निर्दिश्यति. तत्र यथा कवर्गी अस्ति तत् गकारः आयाति, च वर्गीस्थाने जकारः, तवर्गीस्थाने धकारः. वर्गेषु यत्र किमपि तृतीयवर्णः अस्ति सा एव आगच्छति, तथैव टवर्गीस्थाने डकारः, पवर्गीयानां स्थाने मकारः, तत् आदेशः. यतोहि मुखे स्थानं समानमस्ति, कख गघ ङ, कख गघ ङ इति अस्मिन् मुखे उच्चारणस्थानं समानमस्ति इति कृत्वा, नो चेत् ककारस्य स्थाने कथं जानीमः यत् गकारः स्यात् न तु तकारस्य तृतीयसदस्यः दकारः, किमर्थं दकारः न स्यात् इति चेत् स्थानेन्तरतमः इति सूत्रं सूचयति यत् न तथा नास्ति, यत् यथा उच्चारणं यथोच्चारणमिति उच्चारणस्य स्थानं तदनुगुणं भवति. तर्हि कवर्गीयस्य उच्चारणस्थानं समानं सर्वेषां वर्णानां स्थानं समानमस्ति. तत्र कण्ठः इति स्थानमस्ति. तर्हि तदर्थं वयं जानीमः यत् ककारस्य अथवा खकारस्य घकारस्य स्थाने गकारः भवति, न तु झकारः, दकारः, बकारः इत्यादिकं. अस्तु समीचीनमस्ति. बालसुब्रह्मण्यं महोदय अग्रे. तर्हि पदस्य अन्ते झल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीयवर्ण आदेशः भवति. पदस्य अयं जस्त सन्ति इति उच्यते. जनां षष्ट्यन्तं, जसः प्रथमान्तम्, अन्ते सप्तम्यन्तं त्रिपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पदस्य अन्ते जलां जशः इति. पदस्य अन्ते नाम अत्र पदस्य अन्ते इति अस्मिन् विषये, अस्मिन् प्रसङ्गे झलां अनुनासिकव्यञ्जनानां स्थाने जशादेशः भवति तृतीय तत्तद्वर्गस्य तृतीयसदस्यादेशः भवति इति अस्ति स्थितिः. समीचीनमस्ति. तर्हि अग्रे पश्यामः. भवानेव वदतु कृपया द्वितीयम् उदाहरणं. स्यात् पुस्तके मरुति स्यात् योग आत्मतृप्तः स्या योगत योग आ योग न तृप्तः स्या योगद योग आ न तृप्तः स्यादात्मतृप्तः इति. अत्र किम् अभवत्? सो तकारस्थाने स्या तकारस्थाने धकारः जल् जश् धकारः भवति तस्मात् स्यात् आत्मतृप्तः इति नूतन वार्ताः. अत्र तकारः झल् प्रत्याहारे अस्ति. तकारः च पदस्य अन्ते अस्ति. अतः अग्रे वर्णः यः कोऽपि भवतु नाम अत्र तकारस्य नाम झल् प्रत्याहारे स्थितस्य वर्णस्य स्थाने जश् आदेशः भवति तृतीयसदस्य दकारः इति. अस्तु, बहु समीचीनमस्ति. रविमहोदय अग्रे. महोदय, एकः प्रश्नः अस्ति. अत्र यथा अनुवृत्तिसहितसूत्रमस्ति पदस्य अन्ते जलां जशः, अत्र संहितायां न उक्तं, तत् एवं वा यथा प्रायशः भवान् उक्तवान् पदान्ते वाक्यान्ते अस्ति अथवा पदस्य अन्ते अस्ति? यतो हि पदान्ते, अत्र पदान्ते तावदेव अपेक्षितमस्ति. निमित्तमस्ति पदान्ते, संहितायां विषये इति नास्ति. वाक्यान्ते अस्ति चेदपि भवति. बुद्धम्? धन्यवादः. तत्र संहितायाम् इति च इति अग्रे अस्ति, नाम द्वितीयपादे नास्ति, अष्टमाध्यायस्य द्वितीयपादे नास्ति संहितायां विषये. अस्तु, अग्रे गच्छेम. तर्हि रविमहोदय कृपया. करपत्र न तृतीयम् उदाहरणं पुस्तके. बलात् योगः इव बला योग प योग इ योग व बला योग द योग इ योग व बलादेव. अत्र तकारस्य स्थाने दकारः अभवत्. हा, यथा पूर्वं झलां जलां जशु अन्ते तकार झल् प्रत्याहारे अस्ति च पदान्ते अपि अस्ति, तस्य स्थाने दकारः अभवत्. दकारः जश् प्रत्याहारे. अस्तु, बहु समीचीनमस्ति. अग्रे गच्छेम. तर्हि जगन्नाथमहोदय अग्रे. वाक् योग ईशः वाक् योग क् योग ई योग शः भवति. वा योग ग् योग ई योगशः वागीशः इति. अत्र ककारस्थाने गकार भवति. ककारः इति झल् प्रत्याहारे अस्ति, गकारः इति जश् प्रत्याहारे अस्ति इति कृत्वा. अस्तु, समीचीनमस्ति. सरला भगिनी अग्रे. सम्यक् उभयोः सम्ययोगक योग उ योगभयोः सम्य योग ग युग उ युग भयो सम्यक् भयोः अत्र क अस्ति जना पदान्ते क अन्ते अस्ति तस्य स्थाने ग जस् प्रत्याहारे अस्ति तत् आगच्छति अतः सम्यक् गुभयो भवति. समीचीनं रामप्रियभगिनी. अग्रे रामप्रियभगिनी. आम् एतत् योगः ऋतम् एत योगः तकारः योगः ऋ योगः तम् एत योगः दकारः योगः ऋ योगः तम् तकारः जल् प्रत्याहारे अस्ति पदान्ते अस्ति तस्य आदेशः जष् प्रत्याहारस्य धकारेण भवति. अस्तु समीचीनमस्ति. अग्रे किं लिखितमस्ति? एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः स्वराः सन्ति तत्र व्यञ्जनस्य स्थाने वर्गीयतृतीयव्यञ्जनम् आदेशो भवति. हा, इति स्थितिः अस्ति. अस्तु, एतावता यः कोऽपि स्वरः अग्रे भवतु नाम कार्यं भवति इति उदाहरणम्. अस्तु, अग्रे सुमित्रा भगिनी. अग्रे महोदय, एतानि उदाहरणानि परिशीलयत. पृथक् योगः बालः, पृथक् योगः प्रकारः योगः बकारः योगः बालाः, पृथक् पृथक् योगः गकारः योगः बकारः योगः बालाः, पृथक् बालाः. ककारः पदान्ते जल् वर्णः अस्ति, ततः जष् वर्णः आदेशः भवति गकारः आदेशः. अस्तु, इति स्थितिः अस्ति. बहु समीचीनमस्ति. अग्रिमं करोतु कृपया. सम्यक् योगः व्यवस्थितः. सम्यक् योगः ककारः योगः बकारः योगः व्यवस्थितः. सम्यक् योगः गकारः योगः बकारः योगः व्यवस्थितः. सम्यक् व्यवस्थितः इति ककारः इति पदान्ते जल् वर्णः, अतः गकारः जश्वर्णे आदेशः भवति, जश्वर्णः आदेशः भवति. हा, अस्तु, समीचीनमस्ति. अग्रे समीचीनभगिनी. अस्तु, अजय महोदय. अग्रे यत् योगः गत्वा पदान्ते जल् जल् प्रत्याहाराः व्यञ्जनम् अस्ति, तकारः अस्ति, तस्य स्थाने दकारः, तस्य वर्गस्य तृतीयव्यञ्जनं दकारः, तदा आदेशः यद् गत्वा. हा, अस्तु, समीचीनमस्ति. रविप्रकाशमहोदय. अग्रे. आं महोदय, बलवत् योगः दृढं, बलव योगः स्त योगः द योगः दृढं, बलव योगः द योगः द योगः दृढं बलवत् दृढं. तकारस्य स्थाने तत् वर्गस्य तृतीय व्यञ्जनस्य आदेशः भवति, तकारः भवति. हा, अस्तु, समीचीनमस्ति. अग्रे तत् अग्रिमं. बुद्धियोगात् योगः धनञ्जयः, बुद्धियोगा योगः त योगः ध योगः अनञ्जय, बुद्धियोगा योगः द योगः ध योगः अनञ्जयः, बुद्धियोगात् धनञ्जयः. तकारस्य स्थाने दकारः आदेशः भवति, दकारस्य झल् प्रत्याहारे अस्ति, दकारः झष् प्रत्याहारे अस्ति, झलान् दिशन्ते इति सन्धिः भवति. हा, हा, समीचीनमस्ति. हा, तत्र निमित्तमस्ति, पदान्ते अस्ति, तकारः इति झल् प्रत्याहारे उपस्थितः वर्णः पदान्ते अस्ति इति कृत्वा सूत्रस्य प्रसक्तिः. ततः अग्रे च धकारः अस्ति, नाम हल् वर्णः अस्ति चेदपि कार्यं भवति. अस्तु, अग्रे सावित्री भगिनी पठति वा? आं महोदय. स्मृतिभ्रंशात् बुद्धियोगः बुद्धिनाशः. तत्र स्मृतिभ्रंशात् योगः त् योगः भ् योगः बुद्धिनाशः. तद्भवति स्मृतिभ्रंशा योगः दकारः योगः बकारः उद्धिनाशः इति. स्मृतिभ्रंशात् बुद्धिनाशः इति भवति. समानकार्यम् अत्रापि त इति जल् प्रत्याहारे अस्ति. इति जलि अस्ति अथवा इति जल् प्रत्याहारे अस्ति. तस्य स्थाने द आदेशः भवति, जश् प्रत्याहारे अस्ति. हा, बहु समीचीनमस्ति. अग्रे केचित् योगः भीताः. तत्र केचि योगः तु योगः भु योगः भीताः. पुनः केचि योगः द योगः भ् योगः ईताः भवति. समानकार्यं त् इति झलि, तस्य स्थाने जश् आदेशः भवति, द आदेशः भवति. केचित् भीताः इति भवति. हा, अस्तु, समीचीनमस्ति. अग्रे सन्ध्या भगिनी भगिनी अस्ति. महोदय, सा उक्तवती पादोन दशवादनतः एव भवामि इति. अस्तु अस्तु अस्तु, अखिला भगिनी कृपया. यत् योगः राज्यसुखलोभेन, य योगः त योगः एतत् कुत्र एतद् योगः योनिनि, एत योगः अकारः योगः यकारः योगः ओनिनि, एत योगः दकारः योगः य योगः ओनिनि, एतद्योनिनि. अत्र पदान्ते तकारः अस्ति, यत् जलि अस्ति, अपि च योनिनि इति यकारः अस्ति द्वितीयपदस्य आरम्भे. तत्र पदान्ते अस्ति इति कृत्वा तकारस्य दकारः अभवत् एतद् योनिनि इति. अग्रे यत् योगः राज्यसुखलोभेन, य योगः त योगः रेपः योगः आज्यसुखलोभेन, य योगः द योगः र योगः आज्यसुखलोभेन, यद्राज्यसुखलोभेन. पुनः तकारः पदान्ते अस्ति, तकारस्य प्रथमपदस्य अन्ते अस्ति, द्वितीयपदस्य आरम्भे रेपः अस्ति. पदान्ते तकारः अस्ति इति कृत्वा तकारस्य स्थाने दकारादेशः, तर्हि यद्राज्यसुखलोभेन इति रूपं निष्पन्नम्. हा, बहु समीचीनमस्ति. अस्तु, अग्रे पद्मा भगिनी. हा महोदय, अप् योगः दिः, अ योगः प् पकारः योगः धकारयोः धकारः योगः दिः, अकारयोगः बकारयोगः धकारयोगः इः अब्धिः. अत्र झलि पकार झलि अस्ति पदान्ते. तत्र रूपान्तरं बकारः जशि आगच्छति, आदेशः भवति. हा, जश् आदेशः, बहु समीचीनमस्ति. तर्हि अत्र सर्वत्र अत्र अप् इति पदान्तम् अस्ति वा, पदान्तपकारः अस्ति वा, इत्युक्ते अप् स्वयं पदमस्ति वा इति. हा हा हा, अप् अत्र अन्यरीत्या उदाहरणं दत्तमस्ति, अत्र न दातव्यमस्ति आसीत्. वस्तुतः इदम् उदाहरणं सम्यक् नास्ति, अत्र न दातव्यमासीत्. अप् योगः जलम् अप् इति हा जलं जलं जलं हा सत्यं सत्यं पदान्ते यदि अस्ति इति जलमस्ति हा धी इति इत्युक्ते बुद्धिः धी इति शब्दः अस्ति जलसमूहम् अत्र जलसमूहम् अर्थं नास्ति इति हा द्रष्टव्यमस्ति यत्किमपि धीः इति अपि दीर्घीकारः अस्ति वा यत्किमपि भवतु अत्र उदाहरणम् उचितमस्ति अप् धीः इदानीम् अर्थस्य प्रसङ्गे चिन्ता नास्ति अत्र पदान्ते इति अस्ति अप् इति शब्दः भवति पकारान्तशब्दः अस्ति पदान्ते अस्ति जलां जशोन्ति इत्यनेन पकारस्थाने पकारः भवति अत्र मुख्यवाचा महोदय महोदय किमपि इत्यन्त उदाहरणं नास्ति केवलम् अगच्छत् अगच्छत् पिता अस्माकं तिङन्तम् उदाहरणम् अस्ति वा तदपि भवति तदपि भवति तिङन्तम् उदाहरणं न दत्तम् इति नास्ति चिन्ता न दत्तं किन्तु भवति तत्रापि भवति तत्रापि भवति अत्र अस्माकं अस्मिन् किम् अवधातव्यमिति चेत् तत्र उदाहरणसमूहद्वयमस्ति अत्र अग्रे सर्वत्र अस्माकम् आत्मतृप्तः इव ईशः उभयोः ऋतं तत्र अग्रे सर्वत्र स्वरः आसीत् कार्यं जातम् इदानीम् अग्रे बालाः व्यवस्थितः गत्वा दृढं धनञ्जय बुद्धिनाशः बुद्धिनाशः भीताः इत्यादिकं तत्र सर्वत्र हल्वर्णः आसीत् तत्रापि कार्यं जातम् इदानीम् एतत् सर्वं किमर्थम् उक्तमिति चेत् जलां जशोन्ते इति सूत्रे कीदृशवर्णः अग्रे भवेत् इति न उक्तं सूत्रे न उक्तं नाम यः कोऽपि वर्णः भवति अग्रिमे पदे अग्रिमपदस्य कः वर्णः आरम्भे भवेत् इति न उक्तं किन्तु सर्वत्र यद्यपि प्रसक्तिः अस्ति तथापि अवसरः न भविष्यति यथा इदानीं पूर्वे किञ्चित् पूर्वं मया उक्तं खदिच्छाति सूत्रमस्ति अतः फलतार्थः अस्ति यत् अग्रे स्वरः अस्ति चेत् भवति यतोहि बाधकसूत्रं नास्ति स्वरः अस्ति चेत् सर्वत्र भवति जश्वसन्धिः अग्रे हौवर्णः अस्ति चेत् द्रष्टव्यमस्ति अयं हौवर्णः कः वर्णः अस्ति तत्र कश्चन हष् प्रत्याहारः अस्ति हष् तत्र कश्चन हष् प्रत्याहारः अस्ति पञ्चमीपुटे पश्यन्तु हष् प्रत्याहारे के के वर्णाः सन्ति ते सुब्रह्मण्यं महोदय तत्र साहाय्यं करोतु कृपया हष् प्रत्याहारे अत्र हयवरल अपि च न्यमगणानां न जभगढध एते वर्णाः महोदय इत्युक्ते अत्र हयवरल अपि च वर्गीय तृतीय चतुर्थम पञ्चम सदस्याः इति अस्ति हयवरल अपि च पञ्चमवर्गस्य पञ्चमसदस्याः चतुर्थसदस्याः तृतीयसदस्याः च इति आहत्य हष् इति प्रत्याहारः अस्ति तस्य अन्यत् नामकरणमस्ति मृदुव्यञ्जनानि तदर्थं लिखितमस्ति अग्रे पद्माभगिनी अग्रे पठतु एतेषु पद्मा भगिनी म्यूट् इति मा करोतु कृपया अग्रे पठतु कृपया एतेषु अस्तु बालसुब्रह्मण्यं कृपया एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः मृदुव्यञ्जनानि सन्ति तत्र व्यञ्जनस्य स्थाने तद्वर्गीयतृतीयव्यञ्जनम् आदेशः सम्पन्नः तर्हि अग्रे स्वरः अस्ति चेत् भवति, अग्रे मृदुव्यञ्जनमस्ति चेत् भवति. अत्र स्वरः अथवा मृदुव्यञ्जनं भवेत् इति न उक्तं, यत् यः कोऽपि वर्णः भवतु अग्रे इति अनेन सूत्रेण अस्ति, यतोहि न उक्तं. किन्तु अग्रे खरीचा अस्ति इति कृत्वा प्रथमसदस्यः अथवा द्वितीयसदस्यः चेत् अस्य सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति, कार्यं न भवति. अस्तु, बहु समीचीनमस्ति. तर्हि अग्रे सुब्रह्मण्यं वदतु अग्रे कृपया. उदाहरणानि महोदय, एतानि उदाहरणानि परिशीलयत. प्रथममस्ति स्यात् योगः जनार्दन, या योगः त योगः ज योगः अनार्दन. अत्र स्तुत्वसन्धेः निमित्तम् अस्ति. या योगः किमर्थं चेत् अत्र स्तोः स्चुना स्चुः इत्यनेन अत्र स्तोः अत्र तकारस्य स्थाने च आगच्छति. या योगः च योगः ज योगः अनार्दन. इदानीं वयं स्चुत्वसन्धिं कृतवन्तः. अत्र इदानीं जस्त्वसन्धेः निमित्तमस्ति. किमर्थं चेत् पूर्वं च अस्ति, तत्तु झलि अस्ति. अनन्तरं ज अस्ति, तत्तु इदानीं यथा भवान् उक्तवान् अत्र हश् प्रत्याहारे अस्ति, तत्तु मृदुव्यञ्जनमस्ति. अतः स्यात् योगः ज योगः ज योगः अनार्दन. अतः स्याज्जनार्दन वर्णमेलनं कृत्वा प्रथमं स्चुत्वसन्धेः निमित्तम् अपि च कार्यम्, अनन्तरं जस्त्वसन्धेः निमित्तम् अपि च तस्य कार्यं भूत्वा स्यात् योगः जनार्दन स्याज्जनार्दन इति भवति. इदानीं किन्तु करपत्रे अग्रे किञ्चित् अग्रे पश्यतु, तत्र हल् सन्धीनां क्रमः कथं ज्ञायते इति कश्चन भागः अन्ते अस्ति. पश्यति वा? आं महोदय. तत्र पूर्वत्रासिद्धम् इति पठतु कृपया. पूर्वत्रासिद्धं हल् सन्धीनां क्रमः कथं ज्ञायते. पूर्वत्रासिद्धम् अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः. प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः, अष्टमाध्यायस्य द्वितीयः तृतीयः चतुर्थश्च पादाः मिलित्वा द्वितीयभागः. प्रथमभागस्य एकनिमेषात् क्षम्यतां महोदय, तत्र सर्वे न जानीयुः. अष्टाध्याय्यां तत्र पुस्तकस्य नाम अष्टाध्यायी, तत्र अष्टमाध्यायाः अष्ट अध्यायाः सन्ति अस्मिन् पुस्तके, अस्मिन् ग्रन्थे, पाणिनिनः ग्रन्थे. प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति. तत्र अष्ट अध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति. अतः अत्र किं दत्तमस्ति महोदय? अत्र प्रथमाध्यायस्य अत्र अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः, इत्युक्ते भागद्वयम् अस्ति अस्मिन् ग्रन्थे. अत्र प्रथमभागः कः इति उक्तमस्ति. प्रथमाध्यायस्य आरम्भतः अष्टम अध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः भवति इति. प्रत्येकस्मिन् अध्याये चत्वारः पादाः इत्युक्ते प्रथमपादः, द्वितीयः पादः, तृतीयः पादः, चतुर्थः पादः. तर्हि ग्रन्थस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तम् इति प्रथमभागः अस्तु. द्वितीयभागः अत्र अष्टमाध्यायस्य द्वितीयः तृतीयः चतुर्थश्च पादाः मिलित्वा द्वितीयभागः यः अवशिष्ट पादाः सन्ति अष्टमाध्यायस्य द्वितीयः तृतीयचतुर्थः पादाः तान् मिलित्वा अत्र द्वितीयभागः इति वदामः. अस्तु अग्रे. प्रथमभागस्य नाम सपादसप्ताध्यायी. अत्र प्रथमभागस्य नामकरणमस्ति सपादसप्ताध्यायी. किमर्थं चेत् अत्र प्रथम अध्यायात् आरभ्य अध्यायस्य आरभ्य अन्त अत्र अष्टमाध्यायस्य प्रथमपादस्य पर्यन्तं प्रथमभागः, अतः सपादसप्त अध्यायी इति वदामः. अत्र सप्ताध्यायी अनन्तरम् अष्टमाध्यायस्य प्रथमपादः मिलित्वा सपादसप्ताध्यायी इति नामकरणमस्ति. द्वितीयभागस्य नाम अस्ति त्रिपादी. द्वितीयभागे अत्र पादत्रयम् अस्ति, अतः द्वितीयभागस्य नाम त्रिपादी इति अस्ति. इदानीम् अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि. इत्युक्ते अत्र कस्य सूत्रस्य कार्यं भवति अथवा बलं भवति इति विषये दत्तमस्ति. यदि एकं सूत्रं सपादसप्ताध्यायीम् अन्यसूत्रं सपादसप्ताध्याय्याम् अन्यसूत्रं त्रिपाद्याम् अस्ति चेत् यत् सूत्रं सपादसप्ताध्याय्याम् अस्ति स च सूत्रं प्रति तत् सूत्रं प्रति त्रिपाद्यां यत् सूत्रमस्ति तत्तु असिद्धं भवति इति. इत्युक्ते तस्य कार्यं न भवति. अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि. इदानीं यदि सूत्रद्वयं त्रिपाद्याम् एकस्मिन् समये कार्यं कर्तुम् उद्युक्तः, तस्मिन् सन्दर्भे त्रिपाद्यां यत् सूत्रं पूर्वमस्ति द्वयोः मध्ये तत् सूत्रं प्रति यत् सूत्रम् अनन्तरमस्ति तत् सूत्रम् असिद्धं भवति. इत्युक्ते यत् सूत्रम् अनन्तरं भवति तस्य कार्यं न भवति इति. सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा इत्युक् इदानीमेव वयं दृष्टवन्तः अत्र सूत्रद्वयं, प्रथमसूत्रं सपादसप्ताध्यायीं, द्वितीयसूत्रं त्रिपाद्याम् अस्ति चेत् द्वयोः मध्ये किमपि सङ्घर्षण अस्ति तस्मिन् सन्दर्भे सपादसप्ताध्याय्यां सूत्रं प्रति त्रिपादी असिद्धा भवति. इत्युक्ते तत् सूत्रं कार्यं न करोति. त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धम्. अत्र शास्त्रम् इत्युक्ते सूत्रं. पुनः त्रिपाद्यां सूत्रद्वयम् अस्ति चेत् द्वयोः मध्ये पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति. इत्युक्ते पूर्वसूत्रमेव कार्यं करोति. अत्र त्रयाणां पदानां क्षम्यतां, सरलाभगिनी अवगच्छति वा? आं महोदय. सावित्री भगिनी स्पष्टमस्ति वा? आं महोदय. अजय महोदय. आं महोदय. अस्तु अस्तु. नाटकं मा कुर्वन्तु. स्पष्टं नास्ति चेत् अवश्यं वक्तव्यमस्ति. तत्र केषुचित् प्रसङ्गेषु सूत्रद्वयम् एकस्मिन् समये युगपत् कुत्रचित् आगच्छति, सूत्रद्वयम् आगच्छति. नाम तस्यां दशायां सूत्रद्वयं द्वे सूत्रे आगच्छतः एकस्मिन् समये इति चेत् द्वयोः मध्ये किं पूर्वं किम् अनन्तरम् अथवा कस्य कार्यं करणार्थं कार्यस्य करणार्थं कस्य अधिकारः अस्ति चेत् इत्यस्य निर्णयार्थम् अस्य सूत्रस्य महत्त्वमस्ति. पूर्वत्रासिद्धं यत् सूत्रं पूर्वमस्ति, सपादसप्ताध्याय्याम् एकं सूत्रमस्ति, द्वितीयं सूत्रमस्ति त्रिपाद्यां, तर्हि सूत्रसङ्ख्यादृष्ट्या सूत्रसङ्ख्यायाः दृष्ट्या पूर्वसूत्रमिति सप्तम सपादसप्ताध्याय्याम् अस्ति, पूर्वसूत्रमस्ति खलु, पूर्वं नाम एकं सूत्रं पञ्चमाध्याये अस्ति, अन्यत् सूत्रमस्ति अष्टमाध्याये, तर्हि पञ्चमाध्याये यत् सूत्रमस्ति तत् पूर्वमस्ति सङ्ख्यादृष्ट्या. अनेन सूत्रेण तस्य सूत्रस्य प्रवर्तनं भवति, न तु अष्ट त्रिपाद्यां स्थितस्य सूत्रस्य. अस्तु, कुत्र पर्यन्तं प्राप्तं? त्रयाणां, तस्मात् त्रयाणां पदानां समाहारः त्रिपादी द्विगुसमासः, सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी, पादेन सहित पादोन सहिता सपादसप्ताध्यायी. अत्र नामकरणविषये किञ्चित् विवरणमस्ति. त्रिपादी इत्युक्ते अत्र पादत्रयम् इत्यस्य समाहारः त्रिपादी इति. अत्र सपादसप्ताध्यायी इत्युक्ते सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी भवति. प्रथम सप्ताध्यायानां समाहारः सप्ताध्यायी, परन्तु अत्र सप्ताध्यायी योगः अष्टमध्यायस्य प्रथमपादः अपि अस्ति, अतः पादेन सहिता सपादसप्ताध्यायी इति भवति. पादः अस्तु महोदय, अत्र तृतीयविभक्ति एव, उन इति नास्ति अत्र. समीचीनं, सप्ताध्यायी अनन्तरं पादेन सहिता, अष्टमध्यायस्य प्रथमपादेन सहिता अस्ति, अतः सपादसप्ताध्यायी इति वदामः. पूर्वस्मिन् इति पूर्वत्र इत्युक्ते पूर्वत्र न सिद्धम् असिद्धं, पूर्वस्मिन् पूर्वत्र नाम यत् सूत्रं पूर्वमस्ति इति अर्थः, यत् सूत्रं पूर्वमस्ति पूर्वत्र, अनन्तरं पूर्वस्मिन् इति पूर्वत्र इत्युक्ते पूर्वसूत्रं, न सिद्धम् इत्युक्ते असिद्धम्. अत्र असिद्धम् इत्युक्ते तत्सूत्रं न भवति एव इति, पूर्वसूत्रस्य प्रति परसूत्रं न भवति एव इति तस्य अर्थः. पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्, इदं सूत्रम् अधिकारसूत्रम् इत्युक्ते तस्य प्रसक्तिः सर्वत्र भवति इति अष्टाध्याय्याम्, अष्टाध्याय्याः अन्तपर्यन्तं वर्तते. ततः अग्रे भवति, ततः अग्रे, सर्वत्र इति न, ततः अग्रे. नाम अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रात् आरभ्य अन्तपर्यन्तं तस्य अधिकारः अस्ति. अस्तु, अग्रे. इदं सूत्रम् अधिकारसूत्रम् अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते. अस्तु, इति अस्ति. इदानीम् अस्य उदाहरणमस्ति, अखिलभगिनी अग्रे पठति वा? अखिलभगिनी अस्ति. हल् सन्धिसूत्राणि सर्वाणि त्रिपाद्याम्, अतः एकत्र हल् सन्धिविधायकसूत्रद्वयम् आयाति चेत् परस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति. यत् योगः जायते जलां जशोन्ते स्तोहोष्णाश्नुः एकत्र आयातः एकत्र भवति न वा? नाम यत् जायते, यत् जायते, अत्र जलां जशोन्ति इति प्रसक्तिः अस्ति वा? हा, अस्ति. यतोहि तकारः जली प्रत्याहारे अस्ति, अपि च पदान्ते अस्ति इति कृत्वा तत्र यत् योगः जायते इति स्थितौ जलां जशोन्ते इति सूत्रम् आगत्य तकारस्य दकारः भवतु इति वदति. तर्हि तस्य प्रसक्तिः अत्र अस्ति. अग्रे, तद्वत् स्तोहोष्णाशुः इति अपि तस्य प्रसक्तिः अपि अस्ति, यतोहि तकारः तवर्गः यत् तु इत्युक्ते तत्र तवर्गीयव्यञ्जनानि, तर्हि तकारः तस्मिन् अस्ति. अपि च तदनन्तरं जकारः अस्ति यत् छु इति चकार चकारः तस्मिन् जकारः अस्ति इति कृत्वा तत्र जकारस्य प्रभावेन तकारः दन्त्यवर्गे अस्ति जकारः तालव्यवर्गे अस्ति इति कृत्वा जकारस्य इत्युक्ते दन्त्यवर्गीयस्य प्रभावेन तकारः क्षम्यतां तालव्यवर्गस्य प्रभावेन तकारः इति दन्त्यवर्गः यदस्ति तस्य तृतीयसद क्षम्यतां तस्य तालव्य आदेशः भवति इत्युक्ते तत्र ययोगः च योगः जायाते इति अपि भवितुं तत्र शक्नोति अत्र तस्यापि प्राप्तिः अस्ति इत्युक्ते जलाञ्जशोऽन्ते अपि च स्तोः श्नाश्नुः इति सूत्रद्वयम् अत्र एकत्र आगत्य कार्यं कर्तुम् इच्छति अत्र युद्धमस्ति सङ्घर्षः खलु द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति तर्हि द्वयोः मध्ये कस्य प्रवर्तनं भवेत् इत्यस्मिन् प्रसक्तौ इत्यस्यां प्रसक्तौ तत्र पूर्वत्रासिद्धम् इति सूचयति अस्तु अग्रे भगिनि तर्हि तत्र स्तोः श्नाश्नुः इत्यस्य असिद्धत्वात् जलाञ्जशोऽन्ते पूर्वं भवति इत्युक्ते अत्र सूत्रसङ्ख्यां वयं पश्यामः चेत् अत्र द्वयमपि सूत्रं यदा पूर्वम् उक्तं तत्र त्रिपाद्याम् अस्ति इत्युक्ते अष्टमाध्यायस्य द्वितीय तृतीय चतुर्थपादे अस्ति जलाञ्जशोऽन्ते इति तत्र अष्टमाध्यायस्य द्वितीयपादे अस्ति स्तोः श्नाश्नुः इति अष्टमाध्यायस्य चतुर्थपादे अस्ति इति कृत्वा स्तोः श्नाश्नुः इत्यस्य असिद्धत्वं भवति यतोहि तत्र परसूत्रम् असिद्धम् इति वयं पूर्वं दृष्टं तर्हि तत्र यदा तदेव द्वितीयवाक्यम् आसीत् अस्मिन् परिच्छेदे तत्र अतः एकत्र हंसन्धिविधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति इति इदानीं परसूत्रमस्ति स्तोः श्नाश्नुः इति तर्हि तस्य असिद्धत्वात् जलाञ्जशोऽन्ते इति यत् पूर्वसूत्रमस्ति तस्य एव कार्यं भवति तर्हि यत् योगः जायते इति स्थितौ जलाञ्जशोऽन्ते इति सूत्रेण तकारस्य दकारः इत्युक्ते प्रथम तकारस्य प्रथमवर्गः यदस्ति तस्य तृतीयवर्गः मृदुव्यञ्जनं भवति दकारः इति तर्हि यद्योगः जायते अस्मिन् स्थितौ पुनः स्तोः श्नाश्नुः इत्यस्य प्रसक्तिः अस्ति यतोहि पुनः दकारः तवर्गीय व्यञ्जनमस्ति तत्र दन्त्य तकार दन्त्यव्यञ्जनमस्ति तर्हि तत्र पुनः यद्योगः जायते इति स्थितौ जकारः इत्युक्ते तालव्यवर्गस्य प्रभावेन तत्र पुनः दकारस्य दन्त्यवर्गस्य तालव्य आदेशः भवितुं भवति स्तोः श्नाश्नुः इत्यनेन तर्हि यत् योगः जायते इति स्थितौ तकारस्य जकारादेशः तर्हि यज् योगः जायते यज्जायते इति रूपं निष्पन्नम् एवमेव सर्वाणि हल्सन्धिसूत्राणि तदेव सर्वाणि हल्सन्धिसूत्राणि कार्यं कुर्वन्ति इत्युक्ते तत्र यत्र यत्र तादृश एकत्र प्राप्तिः अस्ति सङ्घर्षः अस्ति अत्र परसूत्रस्य असिद्धत्वं भवति तर्हि पूर्वसूत्रं यदस्ति तस्य एव कार्यं भवति इति समीचीनमस्ति यतोहि अत्र हल्सन्धिसूत्राणि सर्वाणि त्रिपाद्यां सन्ति तदर्थं तत्र क्रमः अधो भागे दत्तमस्ति कोष्टकमस्ति जष्ट्वसन्धि इत्यस्मात् आरभ्य छत्वसन्धि पर्यन्तं तत्र सूत्रसङ्ख्याम् अनुसृत्य कार्यमस्ति अधुना तत्र पुस्तकं तत्र किं सुब्रह्मण्यमहोदय तत्र पठितवान् अस्माकम् उदाहरणं यत् तत्र सुमित्रा भगिनी भवत्याः मतं किमस्ति सुमित्रा भगिनी वदतु अस्माकं शिक्षा इदानीं शिक्षा जाता अस्ति. इदानीं पुस्तके उदाहरणं कथम् अस्ति? अस्माकं संस्कृतभारतीपुस्तके यत् उदाहरणं दत्तमस्ति सुमित्रा भगिनी, तत् तदनुसृत्य चिन्तनं किम्? मम चिन्तनं किम् इति, हा किं कीदृशम् उदाहरणं दत्तमस्ति? अत्र स्यात् योगः जनार्दन इति उदाहरणं दत्तमासीत् खलु? हा तत्र किं चिन्तनं, तत्र शास्त्रीयरीत्या दत्तमस्ति? आम्, प्रथमं शुद्धसन्धि आगच्छति, तत् समीचीनं वा? न महोदय. किमर्थं? चतुर्थभागे शुद्धसन्धिः अस्ति. अपि च जष्ट्वसन्धिः द्वितीयभागे अस्ति. द्वितीय, हा द्वितीयपादे अस्ति. स्थ्युत्वसन्धिः चतुर्थपादे अस्ति. जष्ट्वसन्धिः द्वितीयपादे अस्ति. तर्हि किं भवेत्, किं भवेत् अस्ति? तकारस्य स्थाने दकारः. हा केन सूत्रेण? सूत्रं किं, सूत्रं किं? जलां जशान्ते इति सूत्रे. अस्माकं ध्वनिः कुत्र, किमर्थमस्ति? कस्यचित् स्पीकर् फोन् अस्ति वा? स्पीकर् फोन् स्पीकर् मध्ये अस्मि महोदय, हेड्फोन्स् नास्ति इदानीम् अद्य. अस्तु तर्हि, अस्तु म्यूट् करोतु कृपया तर्हि. अस्तु तर्हि अत्र अजय महोदय, भवतः किं चिन्तनमस्ति, तथा वा? तदा महोदय, जश्वसन्धि पूर्वम् सिद्धमस्ति. जश्वसन्धिः इति न, सूत्रं किं? सूत्रं जलां जिष्वन्ते. जलां जिष्वन्ते इति प्रथमं भवेत् खलु? हा अत्र द्वयोः युगपत् प्रसक्तिः अस्ति, प्राप्तिः अस्ति. तत्र स्तोः स्तुनाष्टुः अपि च जलां जुषन्ते. अत्र वयं परिशीलितवन्तः सूत्रद्वयमपि त्रिपाद्याम् अस्ति. तदर्थं किं, जलां जुषन्ते इति पूर्वसूत्रमस्ति. पूर्वत्र असिद्धमिति येन परसूत्रम् असिद्धं भवति. तदर्थं जलां जुषन्ते इति पूर्वं भवति. अत्र दोषः अस्ति सर्वेषां, तत्र पुस्तके दोषः अस्ति इति कृत्वा तत्र किञ्चित् लिखतु, समीकरोतु. अस्तु अग्रिमम् उदाहरणमस्ति. तत्र अग्रिमम् उदाहरणमस्ति रामप्रियभगिनी, तत्र परिशीलयतु किं भवेत् अत्र. यत् योगः ज्ञात्वा. आम्, यत् योगः ज्ञात्वा, यदा वयं दृष्टवन्तः प्रथमं जलां जशोन्ते इति तकारस्य स्थाने दकारः जश् प्रत्याहारे अस्ति, तदागच्छति. यद् योगः जकारः योगः ज्ञात्वा, अनन्तरं श्चुत्वसन्धि स्तोश्चुणाशुः इति सूत्रेण जकारः आगच्छति तालव्यवर्णस्य प्रभावेन. यत् यज् ज्ञात्वा, यज् ज्ञात्वा. हा हा समीचीनमस्ति. इदानीं जष्ट्वसन्धिः, तद् जष्ट्वसन्धिभागे पश्यन्तु उपरि. जष्ट्वसन्धिः करपत्रे जलां जष्टसि, जलां जसि इति अपि अस्ति. जलां जष्टसि, अत्र जलां जष्टसि इति तत्र चतुर्थपाद, अत्र परसूत्रमस्ति. जलां जष्टसि इति परसूत्रमस्ति. यत्र पदस्य मध्ये स्तुत्वसन्धिः अपि च जलां जष्टसि इति द्वयोः सूत्रयोः प्रसक्तिः अस्ति, तत्र प्रथमतया स्तोः स्तुनष्टुः भवति. यतो स्तौ स्तुः इति प्रथमम् इति पूर्वसूत्रमस्ति, जलां जष्टसि इति परसूत्रमस्ति. किन्तु अत्र जलां जषन्ते इति सूत्रं भवति, पदान्ते अस्ति इति कृत्वा. अत्र जलां जषन्ते इति पूर्वसूत्रमस्ति. पदस्य मध्ये एतादृशं कार्यं भवति चेत् यत्र जला, यत्र जष्ट्वसन्धिः अपि च जश्वसन्धिः अपि च स्टुट्वसन्धिः, तत्र स्टुट्वसन्धिः प्रथमं भवति, किन्तु अत्र तथा नास्ति. महोदय, इदानीम् अत्र झलां झष् झषि न, अत्र कार्यं न करोति, अत्र पदान्ते नास्ति. पदान्ते अस्ति चेत् अत्र, नो चेत् जलां झषन्ति इति सूत्रं तत्र निरवकाशं भवति. जलां झषन्ति इति का आवश्यकता तर्हि? अत्र जलां झषि इति कार्यं न करोति. अस्तु, अग्रे गच्छेम तर्हि. अधुना किं रविप्रकाशमहोदय अग्रे पठति वा? अहम् अस्मि. आम् महोदय. पुष्पा भगिनी अस्ति. एतेषु उदाहरणेषु चत्वसन्धौ सति चष्टसन्धौ सम्पन्नः. अग्रिम महोदय. एतानि उदाहरणानि परिशीलयत. एतत् एत योगः त् एत योगः द् एतद् वाक् वा योगः क् वा योगः ग् वाग् लिट् लि योगः ठ् लि योगः ड् लिड् एतत् एता योगः द् एता योगः त् एतत् वाग् वा योगः ग् वा योगः क् वाक् लिड् लि योगः ड् लि योगः ट् लिट्. हा, अत्र किं पश्यति नाम आहत्य षट् उदाहरणानि सन्ति, अत्र किं किं पश्यति भवान्? प्रथमं द्वितीयं तृतीयं अन्य उदाहरणेन विपरीतमस्ति. हा, नाम प्रथमम् उदाहरणमपि च चतुर्थम् उदाहरणं किमस्ति? प्रथमम् उदाहरणे तकारः दकारः भवति, चतुर्थ उदाहरणे दकारः तकारः. हा, अत्र एतत् नाम प्रथमे उदाहरणे किं सूत्रमस्ति? जलान् नाम पदान्ते अस्ति, तकारः पदान्ते अस्ति, अतः अनेन सूत्रेण केन? जलां झषन्ते. जलां झषन्ति इति सूत्रेण तकारस्थाने दकारः. इदानीम् एतद् इति अस्ति, इदानीम् एतदिति जातमस्ति, एतदिति जातमस्ति. इदानीं चतुर्थसन्धि अग्रे चतुर्थभागे पश्यतु, तत्र वावसाने एकं सूत्रमस्ति. वावसाने वावसाने इति सूत्रमस्ति. सावित्री भगिनी पठति वा? भगिनी अस्ति. आम्, क्षम्यतां महोदय. वावसाने करपत्रे वा? आम्. चतुर्थसन्धिः चतुर्थभागे अस्ति वावसाने. अस्तु अस्तु. वावसाने अवसाने झलः विकल्पेन च आदेशो भवति. अनेन अवसानावस्थायां विकल्पेन जस्त्वं चत्वं वा वा अव्ययपदम् अवसाने सप्तम्यन्तं द्विपदम् इदं सूत्रम्. झलां झष् झषि इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः. अभ्यासे चर्चा इत्यस्मात् च इत्यस्य अनुवृत्तिः. अनुवृत्ति रेफा अस्ति खलु? अस्तु, अनुवृत्तिसहितसूत्रम् अवसाने झलां चरो वा. अस्य अर्थः कः? अवसाने जलः विकल्पेन च आदेशो भवति. अवसाने इत्युक्ते किमपि नास्ति पदस्य अनन्तरं खलु? यत्र अग्रे किमपि नास्ति, अन्यत् पदं नास्ति, किमपि नास्ति. तस्यां दशायां जलः विकल्पेन चर् चर् इति अस्मिन् के के वर्णाः अन्तर्भूताः? पञ्चमीपुटे पश्यतु, चर् चर् पञ्चमीपुटे पश्यतु. एकादशी सूत्रे अत्र आरम्भे च ट त क प इति एते वर्णाः के वर्गीयव्यञ्जनानां प्रथमसदस्याः, प्रथमसदस्यः खलु. कवर्गे प्रथमसदस्यः ककारः, चवर्गे प्रथमसदस्यः चकारः, एवमेव टकारः तकारः पकारः. तर्हि वावसाने इति अवसानविषये विकल्पेन जलः स्थाने चर् आदेशः भवति. तर्हि इदानीं जलां जशोन्ते इति सूत्रेण जश् आदेशः जातः, पुनः वावसाने इति विकल्पेन चर् आदेशः भवति, नाम प्रथमसदस्यः. तर्हि एतत् इति अस्मिन् प्रथमे उदाहरणे तत्र जलां जशोति इति नित्यं दकारः, अनन्तरं चतुर्थे उदाहरणे एतत् इति अस्मिन् उदाहरणे वावसाने इति विकल्पेन दकारस्य स्थाने तकारः. अतः सर्वत्र अवसानावस्थायां विकल्पेन तृतीयसदस्यः अथवा प्रथमसदस्यः यत्र हलन्तशब्दः अस्ति. अस्तु, स्पष्टं जातं वा? रविप्रकाशमहोदय, अग्रे किं लिखितमस्ति अत्र? अत्र नमननां विना पदान्ते स्थितस्य वर्गीयप्रथमव्यञ्जनस्य अवसाने सति तद्वर्गीयं तृतीयं व्यञ्जनाम् आदेशः सम्पन्नः. तृतीयस्य च प्रथमम् अवसानं परत्र वर्णाभावः. स्पष्टं वा? वस्तुतः पुस्तके यद् लिखितमस्ति तद् भ्रमात्मकमस्ति. मम कृते सूत्रं सुलभमस्ति, अस्माकं सूत्रद्वयमस्ति तावदेव, बस् सूत्रद्वयमस्ति. जलां जशोन्ते वावसाने इति अवगच्छति चेत् वयम् अवगच्छामः. ते तु सर्वं दत्तवन्तः सूत्रैः विना. अत्र जटिलमस्ति, अत्र यमगणना विना पदान्ते स्थितस्य वर्गीयप्रथमव्यञ्जनस्य अवसाने सति तद् वर्गीयं तृतीयं व्यञ्जनम् आदेशः सम्पन्नः. तत्र जटिलं नास्ति न वा? कः समर्थितुं शक्नोति? सूत्रद्वयमस्ति तावदेव, मनसि भवेत्. जलां जशोन्ते वावसाने, जलां जशोन्ते वावसाने इति पदा तत्र यत्र वाक्यस्य अन्ते अस्ति, नाम अवसानावस्थायां विकल्पेन तृतीयसदस्यः प्रथमसदस्यः खलु. अस्तु, महोदय, तर्हि यदा वयं कस्मात् रामात् इति तकारः इत्युक्ते प्रथम सदस्यः उपयुज्य वदामः अथवा लिखामः चेत् तत्र सूत्रद्वयमपि कार्यं करोति वा वस्तुतः? इत्युक्ते प्रथमं तत्र जलां जशन्ते इत्यनेन तकारादेशः, तदनन्तरं वा अवसाने इति पुनः तकारः आगत्य तत्र तकारः इति भवति वा? इति अस्ति. अस्तु, समीचीनमस्ति. अग्रे रक्षा भगिनी, अग्रे. एतानि उदाहरणानि परिशीलयत. शश् योगः आननः, श योगः शकारः, योगः आयोगः नानः, श योगः दकार, योगः आयोगः नन, षडाननः इति अस्ति. अत्र किमस्ति? अत्रापि झल् प्रत्याहारे अस्ति, षकारः, तस्य स्थाने जषादेशः भवति, स्थानेन्तरतमः इत्यनेन मूर्धन्य वर्णः कश्चन, तर्हि डकारादेशः भवति षकारस्य स्थाने षडाननः। हा बहु समीचीनमस्ति। अपि च हा बहु समीचीनमस्ति। षष् आननः, अत्र षष् इति प्रातिपदिकमस्ति, एकं द्वे त्रीणि चत्वारि पञ्च षट् इति वयं सामान्यतया षट् इति वदामः, किन्तु वस्तुतः तस्य रूपत्रयमस्ति। प्रातिपदिकरूपेण षष् प्रथमाविभक्तौ षट् अथवा षड्, षट् अथवा षड्, यतोहि षड् इति जलां दृशन्ति दिनेन यदा एकाकी अस्ति तत्र जष्ट्वं भवति षड्, अनन्तरं वा अवसाने दिनेन षट्, विकल्पेन षड् षट् अवसानावस्थायाम्। अस्तु समीचीनमस्ति। पुष्पभगिनी अग्रे। अस्तु महोदय, षष् योगः भ्यां, ष योगः श योगः भ योगः वां, ष योगः ड योगः भ योगः वां, यां यां यां यां, ओ यस्, षड्भ्यां षड्भ्यां, तत्र तु शाय जल्पतेः प्रत्याहारः जशि आयाति, केचन जशि षड् अथैव तथैव। अत्र एकं वक्तव्यमस्ति, अत्र एकं वक्तव्यमस्ति, अत्र षडाननः अपि च षड्भ्याम् उभयत्र पदान्ते नास्ति, अत्र षष् इति प्रातिपदिकं यत् दत्तमस्ति, यतोहि अत्र समासविषयः अस्ति, समासविषयः अस्ति इति कृत्वा अत्र जस्वसन्धिः इति तु भवति, किन्तु अत्र जलां जश्चषि इति सूत्रमस्ति, न तु जलां जशोन्ते, पदान्ते नास्ति, अत्र पदान्ते अस्ति नास्ति, अत्र षष् इति पदं नास्ति, षष् इति प्रातिपदिकमस्ति, षष् आननः षष् भ्याम् इति उभयत्र पदस्य मध्ये अस्ति। अग्रिमम् उदाहरणमपि तथा अस्ति महोदय, अग्रिमम् उदाहरणम्, परन्तु प्रथमे उदाहरणे जशि नास्ति खलु, आननः इत्यस्य अकारः, सत्यं, षष् आननः षष् आननः, किन्तु षष् इति पदं नास्ति प्रातिपदिकस्य, किं कथञ्चित् पदसंज्ञा न न न न अत्र पदमस्ति षडाननः, पदमिति षडानः इति एकं पदमस्ति, द्रष्टव्यमस्ति कथमस्ति, यतोहि अत्र जलां जशोन्ते इति, जलां जशोन्ते इति अत्र पदान्ते लिखितमस्ति, अत्र पदान्ते लिखितमस्ति, किन्तु पदान्ते नास्ति, षष् इति भ्यां कथम्, एतत् सर्वं सम्यक्तया न लिखितमस्ति, षष् भ्यां षष् पदं नास्ति, उभयत्र पदमस्ति, अग्रे अपि तथा नास्ति। अग्रे अजय महोदय अग्रे पठतु कृपया। द्विष्, द्विष् योगः भ्यां, द्वि योगः षकारः भकारः यां, षकारः स्थाने डकारः आदेशः द्विभ्याम्, अत्र पदान्ते स्थितस्य षकारस्य स्वरे मृदुव्यञ्जने वा परे दकारादेशो सम्पन्नः। अत्र पदसंज्ञा भवति, अत्र पदसंज्ञा भवति, किन्तु सुप्तिङन्तं पदमिति सूत्रेण नास्ति, अत्र सुप्तिङन्तपदमिति सूत्रेण पदसंज्ञा नास्ति, अन्यत् सूत्रमस्ति, अनन्तरं वदामि, इदानीं मनसि नास्ति, किन्तु तत्र सुबन्तप्रक्रियायाम् अन्यत् सूत्रमस्ति, पदसंज्ञा द्विविधा अस्ति, पदसंज्ञा द्विविधा अस्ति, सुप्तिङन्तं पदमिति एकं सूत्रमस्ति, अष्टाध्यायं पश्यामश्चेत् इदानीं समयः नास्ति, सूत्रमस्ति, अन्यत् सूत्रमस्ति, अत्र सामान्यसन्धिविषये इदं सूत्रं नायाति। अत्र जलां जषन्ति इति भवति, यतोहि पदसंज्ञा अस्ति, अस्माकं सुबन्तपदमिति नास्ति, किन्तु मनसि भवेत् अत्र षष् इति सुबन्तपदं नास्ति, सुबान्त इत्यस्य पदसंज्ञा भवति सूप् अन्ते यस्य सः इत्यस्य कारणे इत्यनेन कारणेन नास्ति. अन्यत् सूत्रमस्ति, अनन्तरं वदामि. पदसंज्ञा अस्ति, पदसंज्ञा अस्ति इति कृत्वा पदान्ते अस्ति, किन्तु सुबन्तम् इति कृत्वा पदसंज्ञा न इति द्विभ्याम्. अस्तु, समीचीनमस्ति. अपि च अन्ततो गत्वा अन्तिमभागः विद्याभगिनी. महोदय, एतानि उदाहरणानि परिशीलयत. शश्, षट् अथवा षड्, द्विश्, द्विट् अथवा द्विड्. अत्र पदान्ते स्थितस्य शकारस्य तकारो डकारो वा सम्पन्नः. अत्र काव्यां सूत्राभ्यां शकारः अस्ति, पदान्ते अस्ति, शकारस्य स्थाने डकारः केन सूत्रेण? शकारस्य डकारः जलां जशोन्ते, पदान्ते अस्ति, शकारः झलि अस्ति. अतः नित्यं विकल्पेन न, शकारस्य स्थाने डकारः भवति एव. अनन्तरं केन सूत्रेण डकारस्य विकल्पेन टकारः? अखिलभगिनी सहायं करोतु. स्वाभस्वाने इति सूत्रेण अत्र जलः विकल्पेन चरादेशः भवति. वावसाने, समीचीनमस्ति. जलां जशन्ति इति नित्यं डकारः, अनन्तरं विकल्पेन वावसाने इति सूत्रेण टकारः देशः. अस्तु अस्तु, समीचीनमस्ति. तर्हि अन्ततो गत्वा अन्तिमभागं पठेम. अत्र कः न पठितवान्? रविमहोदय पठति वा? रविमहोदय अस्ति वा? अस्तु, बालसुब्रह्मण्यमहोदय पठतु कृपया. अतः ज्ञमङ्गणानां विना पदान्ते स्थितस्य वर्गीयव्यञ्जनस्य स्वरे मृदुव्यञ्जने हसि च परे तद्वद् वर्गीयतृतीयव्यञ्जनम् आदेशो भवति. अवसाने तु तद्वद् वर्गीयप्रथमव्यञ्जनस्य तृतीयव्यञ्जनम् आदेशो भवति, तृतीयस्य च प्रथम. पदान्तस्य षकारस्य डकारो भवति, अवसाने तु टकारे डकारो वा. इति स्थितिः अस्ति. वस्तुतः एतत् सर्वं स्थूलाक्षरैः यत् लिखितमस्ति तद् भ्रमात्मकमस्ति मम मनसि. सूत्रं मनसि सूत्रं भवति चेत् अस्माकं कार्यं भवति. जलां जशोन्ते अपि च वावसाने तावत् मनसि अस्ति चेत्, अथवा जलां जशोन्ते अत्र जलां जशोन्ते वावसाने तावदेव अपेक्षितमस्ति. जलां जशोन्ते अपि च वावसाने तावत् मनसि अस्ति चेत् एतत् सर्वं सिद्ध्यति. कण्ठस्थीकरणस्य कापि आवश्यकता नास्ति. अस्तु, समीचीनमस्ति, समयः जातः. तर्हि विरमाम. धन्यवादः सर्वेषां. नमस्कारः. ईमेल् माध्यमेन पश्यतु महोदय, ईमेल् माध्यमेन. धन्यवादः. धन्यवादः महोदय.